ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति लिङ्सिद्धेः तिङ्सिद्धेः च लकाराणां समग्रदृष्टिः। वयं दृष्टवन्तः तत्र यदा धातोः अनन्तरं तत्र विधिसूत्राधारेण अस्माकं विवक्षानुसारेण तत्र लकारः विधीयते, लकारप्रत्ययः विधीयते। तदा तत्र प्रथमसोपाने तत्र ये दशलकाराः सन्ति तत्र भेदः तु दृश्यते। इत्युक्ते कुत्रचित् लट् अस्ति, कुत्रचित् लोट् अस्ति, कुत्रचित् लङ् अस्ति। सो तत्र लकाराणां ये दशलकाराः सन्ति तत्र लकाराणां तत्र भेदः वर्तते। अनन्तरं यदा वयं तत्र द्वितीयसोपाने तत्र प्रत्ययेषु एतेषु दशप्रत्ययेषु तत्र अनुबन्धानां निष्कासनं कुर्मः सर्वेषु दशसु लकारेषु तत्र ल एव अवशिष्यते, लकारः एव तत्र तिष्ठति। अन्येषां ये अन्यवर्णाः तत्र सन्ति लकारप्रत्ययेषु तेषां तत्र इत् भव इत् भूत्वा तत्र तेषां लोपः अपि भवति। सो दशसु लकारेषु द्वितीयसोपाने तत्र लकारः एव तिष्ठति, अतः तत्र कोऽपि भेदः नास्ति। सो भेदात् वयम् अभेदः इति इदानीं प्राप्नुमः। अनन्तरं तत्र यदा तत्र दशसु लकारेषु यत्किमपि अस्माकं विवक्षा अस्ति तत्र ल एव अवशिष्यते, अतः तत्र लस्य इति सूत्रस्य प्रसक्तिः भवति। सो लस्य इति सूत्रेण तत्र महर्षिः वदति लस्य स्थाने, इत्युक्ते लकारस्य स्थाने लकारः कुतः आयाति, एतेषु दश लट् लोट् लङ् इति यः लकारः अवशिष्टभागः तस्य स्थाने तत्र तिप्तजि सिप्तस्थ इति अष्टादश तिङ्प्रत्ययानां तत्र विधिः अस्ति। सो तृतीयसोपाने अपि ये दशलकाराः सन्ति सः लृङ् भवेत् वा लिङ् भवेत् वा लृट् भवेत् वा तस्य स्थाने तस्य लकारस्य स्थाने तिङ् इति आदेशः भवति, इत्युक्ते अष्टादश तिङ्प्रत्ययानाम् आदेशः भवति। सो यथा लट् भवेत् वा लङ् भवेत् वा लृट् भवेत् वा तत्र यद् एकवचनस्य विवक्षा अस्ति अपि च धातुः परस्मैपदी अस्ति तत्र तिप् एव आयाति, सर्वत्र तिप् एव आयाति परस्मैपदी धातूनां कृते। अतः तृतीयसोपाने अपि तत्र कोऽपि भेदः न दृश्यते, धातु प्लस् तिप् दृश्यते। सो तत्रापि अभेदः अस्ति। अनन्तरं तत्र भेदः आयाति, इत्युक्ते तत्र यदा तत्र लट् लकारस्य विषये ति अवशिष्यते, लङ् लकारस्य विषये केवलं तकारः एव अवशिष्यते, अतः तत्र लकार आधारीकृत्य तत्र तिङ्प्रत्ययानां सिद्धिः भवति, सिद्धप्रत्ययानां तत्र आदेशः भवति, अतः चतुर्थसोपाने तत्र किञ्चित् भेदः दृश्यते। सो यथा तत्र लृट् लकारः अस्ति चेत् न केवलं तत्र ति इति भागः श्रूयते, तत्र स्यति इति भागः श्रूयते। यदि धातुः अपि इडनुकूलः अस्ति चेत् तत्र इष्यति इति इकारः आयाति चेत् तत्र सकारस्य शकारादेशः भवति। सो इष्यति इति तत्र सिद्धप्रत्ययः भवति धातोः अनन्तरम्। अतः लकाराधारीकृत्य तत्र यः चतुर्थ सोपानम् अस्ति तत्र भेदः दृश्यते। तेन भेदेन एव अन्ततो गत्वा यः तिङन्तरूपम् अस्ति, अन्तिम तिङन्तरूपम् अस्ति, तत्र लकाराधारेण अपि तत्र भेदः दृश्यते। अतः अन्ततो गत्वा तत्र भिन्नभिन्नरूपाणि सन्ति, तिङन्तपदेषु तत्र कोऽपि साम्यं न दृश्यते, भिन्नभिन्नरूपाणि दृश्यते। अनन्तरं वयं तत्र ये दशलकाराः सन्ति तेषां विषये यानि विधिसूत्राणि तत्र अष्टाध्यायीग्रन्थे दत्तानि तेषां विषये अपि वयम् अध्ययनं कृतवन्तः। इदानीं तत्र सो भूतकालार्थे वयं दृष्टवन्तः 3210 इति सूत्रम् इति प्रथमसूत्रम् अस्ति. सो भूत्काल द्योतयितुं धातोः अनन्तरं लुङ्लकारस्य विधिः अस्ति. इत्युक्ते अत्र किमपि कोऽपि निमित्तम् आवश्यकं नास्ति. केवलं यदि मम विवक्षा कोऽपि या क्रिया भूत्काले अभवत् तस्य विषये अहं वक्तुम् इच्छति चेत् तत्र सामान्यभूतार्थे लुङ्लकारस्य प्रयोगः भवति. साक्षात् अनन्तरं वदति 3211. सो 110 इति सूत्रं लुङ्लकारः, तस्य साक्षात् अनन्तरं महर्षि वदति अन् अध्यतने लङ्, इत्युक्ते अन् अध्यतने भूत्काले तत्र लङ्लकारस्य प्रयोगः करणीयं. लुङ् इति सामान्य भूत् काल्लकारः. अनन्तरं यः लङ्लकारः सः यदा तत्र अन् अध्यतन भूत् अस्ति तदा एव लङ्लकारस्य प्रयोगः इति शास्त्रं वदति. इति शास्त्राधारेण तत्र तत्र कार्यमस्ति. सो यद् पुस्तके अपि च आश्चर्यी डाट् काम् मध्ये तत्र साक्षात् लिखितमस्ति, यदा तत्र यः वक्ता अस्ति सः साक्षात् अन् अद्यतन भूत विषये वदति तदा एव लङ्लकारस्य प्रयोगः. परन्तु इदानीन्तनकाले वयं किं कुर्मः, यदि तत्र कोऽपि अद्यतन विषय भूत विषये तत्र किमपि न लिखितमस्ति चेत् वयं सर्वत्र तत्र लङ्लकारस्य प्रयोगः एव वयं कुर्मः. सो परन्तु शास्त्र आधारेण यत्र साक्षात् अन्यध्यतन भूत विषये स्पष्टता अस्ति तत्र एव लङ्लकारस्य प्रयोगः. परन्तु यद्यपि अत्र कोऽपि अन्यत् कोऽपि निमित्तं नास्ति, केवलं लिखितम् अस्ति तादृशभूतकाल यः अन् अध्यतन अस्ति, इत्युक्ते अध्यतन भूत नास्ति, मे बि ह्यः अथवा गत सप्ताहे, गत वर्षे, गत मासे तत् क्रिया अभवत् तस्य विषये वयं लङ्लकारस्य प्रयोगः कर्तुं शक्यते. अनन्तरं तत्र भूतार्थे तत्र एकम् अन्यत् लकारः अस्ति, तदस्ति 111. तत्र मध्ये कानिचन अन्यसूत्राणि सन्ति. अनन्तरं 115 इति सूत्रम् अस्ति, तत्र परोक्षलिट्. सो अत्र अस्मिन् सूत्रे न केवलं परोक्षलिट् इति अस्ति, पूर्वसूत्रात् अन् अध्यतने इति पदस्य अपि अनुवृत्तिः अस्ति. सो भूत्कालार्थे प्रथमे लुङ्, अनन्तरम् अन् अध्यतने लङ्, अनन्तरं परोक्षलिट्. सो भूत्काल द्योतयितुं भूत्काल क्रिया द्योतयितुं वयं लुङ्लकारस्य प्रयोगः कर्तुं शक्यते, लङ् अपि च लिट्. सो परोक्षे यः वक्ता या क्रिया अन् अध्यतने अभवत्, इत्युक्ते अध्यतन भूत नास्ति, अन् अध्यतन भूत अस्ति, अपि च सा अन् अध्यतन भूत्कालक्रिया वक्ता न दृष्टा, तस्य विषये एव लिट् लकारस्य प्रयोगः. कुत्रचित् श्रुतं तस्य विषये, तस्य वाक्यस्य विषये, अपि च तस्य विषये कुत्रचित् श्रुतं परन्तु साक्षात् न दृष्टं, तस्य विषये एव लिट् लकारस्य प्रयोगः भवति. इति तत्र भूतार्थे त्रीणि लकाराः, इत्युक्ते लुङ्, लङ् अपि च लिट्. परन्तु सामान्यभूतो लुङ् एव अस्ति, न तु लङ् लकारः. इदानीं तत्र पूर्वस्मिन् वर्गे लिङ् निमित्ते लुङ् क्रियातिपतौ इति पठितं वा न पठितम्? अहं चिन्तयामि एतत् सूत्र न पठितं. सो इदानीं तत्र भविष्यत्कालार्थम् एकम् अन्यत् लकारः अस्ति, तदस्ति लृङ् लकारः. सो क्रियातिपतौ लृङ् इति तत्र लृङ् लकारस्य तत्र विधिः अस्ति. इदानीं तत्र पश्यामः लिङ् निमित्ते लृङ् क्रियातिपतौ इति तस्य अर्थः कः, इत्युक्ते अत्र अतिपति अति पति इति पदम् अस्ति. अतिपति इत्युक्ते बेसिक्लि अभावः, इत्युक्ते यत्र क्रिया न अभवत्, केवलं क्रियाविषये वदति परन्तु क्रियायाः अभावः यत्र अस्ति तस्य अर्थः एव क्रियातिपति. अत्र सन्धिः अस्ति क्रिया अपि च अतिपति. अतिपति इत्युक्ते तत्र इकारान्त शब्दः, सप्तमी विभक्तौ अतिपतौ इति भवति. सो क्रियातिपतौ इत्युक्ते यत्र क्रियायाः अभावः अस्ति परन्तु भविष्यत्काल विषये वदति तत्र लृङ्लकारस्य प्रयोगः भवति. अपि च तत्र कीदृशनिमित्तम् आवश्यकं लिङ्निमित्ते इत्युक्ते यः यादृशनिमित्तं लिङ्लकारस्य भवति तस्मिन् एव निमित्ते तत्र क्रियायाः अभावः अस्ति चेत् तत्र वयं लृङ्लकारस्य प्रयोगः भविष्यत् अत्र भविष्यति इति अस्य पदस्य अनुवृत्तिः अस्ति. सो लृङ्लकारः भविष्यत् यः फ्यूचर् क्रिया विषये किञ्चित् वक्तुम् इच्छति चेत् परन्तु सा क्रिया न भवति तस्य निष्पत्तिः न भवति चेत् तत्र एव लृङ्लकारस्य प्रयोगः अस्माभिः तत्र करणीयम् इति. तत्र लिङ्निमित्ते लृङ् क्रियातिपतो एकवारम् अष्टाध्यायी डाट् काम् मध्ये तत्र किं लिखितम् एकवारं पठामः. लिङ्निमित्ते लृङ् क्रियातिपतौ इति तत्र सूत्रम् अस्ति. चेतना भगिनी पठति वा भगिनि? अत्र पश्यतु अनुवृत्तिः भविष्यति इति अस्ति. सो एतत् सूत्रमस्ति कृदतिङ्. सो कृदतिङ् इत्युक्ते तत्र कृत् इत्यस्य अनुवृत्तिः अपि अस्ति परन्तु अस्मिन् सूत्रे न अपेक्षितं. परन्तु पूर्वसूत्रम् अस्ति अपि च तत्र एतत् अधिकाररूपेण अस्ति परन्तु अत्र एतस्य आवश्यकता नास्ति. सो भविष्यति इति तत्र पूर्वसूत्रात् भविष्यति इत्यस्य पदस्य अनुवृत्तिः भवति. एकवारं सूत्रम् अपि च अनुवृत्तिसहितसूत्रमपि पठतु भगिनि. सूत्रमस्ति लिङ्निमित्ते लृङ् क्रियातिपत्तौ अनुवृत्तिसहितसूत्रम् लिङ् निमित्ते भविष्यति लुङ् क्रियातिपत्तौ. भविष्यति अर्थे लिङ्लकारस्य यत् अत्र भगिनि अत्र टङ्कन् दोषः अस्ति इत्युक्ते अत्र लुङ् नास्ति लृङ् क्रियाति लृङ् लृङ् लिङ् निमित्ते भविष्यति लृङ् क्रियातिपत्ते पत्तौ सप्तमी अस्ति. भविष्यति अर्थे लिङ् लकारस्य यत् निमित्तं तस्मिन् नैव निमित्ते क्रियातिपत्तिं दर्शयितुं धातोः लृङ् लकारः भवति. क्रियाति पतिं दर्शयितुम् इत्युक्ते यत्र क्रियायाः क्रिया अतिपतिः इत्युक्ते क्रियायाः अभावः अस्ति क्रिया न अभवत्. सो तादृशक्रिया दर्शयितुं धातोः परे तत्र भविष्यत्काल अर्थे लृङ्लकारस्य प्रयोगः भवति. तस्मिन्नेव इति अत्र का सन्ति भगिनि? तस्मिन् एव अकारस्य नकारः भवति नमुट् आगमः इत्युक्ते नमुडागमसन्धि इत्युक्ते नमुडागमसन्धि तत्र नमुडागमसन्धिविषये दन्तिनकारः कण्ठनकारः अपि च मूर्धन्यनकारः इति तत्र नम् प्रत्याहारे अपि च तत्र ह्रस्वाद् सो ह्रस्वस्वरस्य अनन्तरं कोऽपि नम् अस्ति चेत् तस्य परे कोऽपि स्वरः अस्ति चेत् तत्र एव नमुट्टागमः भवति. सो नकारः कण्ठनकारः मूर्धन्यनकारस्य पूर्वे तत्र ह्रस्वस्वरः भवेत्. यथा अत्र अस्ति तस्मिन्, सो नकारस्य पूर्वे तत्र ह्रस्व इकारः अस्ति, सो ह्रस्वाद् इति तत्र सूत्रम् अस्ति. ह्रस्वाद् यः नम् अस्ति तस्य अनन्तरम् अपि कोऽपि स्वरः भवेत्, तत्र अनन्तरम् अचि इति अस्ति. सो यत्किमपि अच् अस्ति तत्र एकम् अन्यत् नम् इति वर्णस्य आगमः भवति, अपि च तत्र स्थाने अन्तरतम अचि ह्रस्वात् नमुट् अचि अचि, सो नमुट् आगमः भवति. परन्तु तादृश नम् प्रत्याहारस्य वर्णस्य पूर्वे तत्र ह्रस्वस्वरः भवेत्. अनन्तरमपि अचि इति सप्तमी अस्ति. अचि इत्युक्ते अत्र एव अस्ति, एव इति एकारः अस्ति, तदपि अच् वर्णः, अतः अत्र नमुट् आगमः भवति. इदानीं तत्र अग्रे पठतु भगिनि. अस्य सूत्रस्य अर्थं ज्ञानुमादौ बिन्दुद्वयं ज्ञातव्यम्. प्रथमं लिङ्निमित्तं हेतुहेतुमतोर्लिङ् 33156 अनेन सूत्रेण कारणं फलम् एतयोः युग्मं दर्शयितुं लिङ्लकारस्य प्रयोगः भवति. यथा कृष्णं नमेत् चेत् सुखं यायात्, एतत् कारणफलयुग्मं लिङ्लकारस्य निमित्तम् अस्ति इत्युच्यते. किम् कारणं फलम् एतयोः युग्मं न जानामि महोदय. इत्युक्ते एकं सूत्रमस्ति अष्टाध्यायीग्रन्थे लिङ्लकारस्य विषये, हेतु हेतुमत्. सो हेतु हेतुमत्, हेतु इत्युक्ते कारणं, हेतुमत् इत्युक्ते फलम्. सो हेतु हेतुमतोर् लिङ्, परन्तु अत्र अस्मिन् सूत्रे विकल्पेन कार्यमस्ति. इत्युक्ते लिङ् इति लकारः, लिङ्लकारस्य विषये वयं पठितवन्तः, तत्र विधिअर्थे, नियमर्थे, सम्प्रश्नार्थे, अपि च तत्र आमन्त्रं निमन्त्रम् इति तेषु विषये वयं तत्र लिङ्लकारस्य प्रयोगः कर्तुं शक्यते. अनन्तरम् एकम् अन्यत् सूत्रम् अस्ति यत्र यत्र कारणम् अपि च फलं युग्मम् अस्ति, इत्युक्ते एकत्र वयं तत्र दर्शयितुं तत्र लिङ्लकारः विकल्पेन लिङ्लकारस्य अपि प्रयोगः कर्तुं शक्यते. सो एतत् सूत्रं विभाषा इत्युक्ते तत्र विभाषा इति अस्ति, विभाषा इत्युक्ते विकल्पेन कार्यम् अस्ति. सो एतत् सूत्रम् एतत् सूत्रस्य प्रयोगः वयं प्रायशः न कुर्मः, किमर्थं चेत् अत्र एकं परिभाषा अपि अस्ति, यत्र परिभाषा वदति वार्तिकमस्ति, परिभाषा नास्ति, वार्तिकमस्ति. तत्र वदति यत्र हेतु हेतुमत् इत्युक्ते यत्र कारणम् अपि च फलम् एकत्र वयं द्रष्टुं वयं वक्तुम् इच्छामः चेत् तत्र वयं तत्र यः भविष्यत्काल इत्यस्य लकारस्य अपि प्रयोगं, लृट् लकारस्य प्रयोगः वयं कर्तुं शक्यते. अतः अद्यतनकाले किम् अस्ति, तत्र प्रायशः लृट् लकारस्य एव प्रयोगः भवति, न तु लिङ् लकारस्य इति तु प्रथमम् अस्ति. परन्तु अस्मिन् सूत्रे लिङ् निमित्ते इति लिखितम् अस्ति, एतत् अपि सप्तमी अस्ति, इत्युक्ते विषयसप्तमी अस्ति, अत्र कोऽपि निमित्तं नास्ति. इत्युक्ते यादृशनिमित्तं लिङ्लकारस्य भवति तादृश निमित्तम् अस्ति चेत् तत्र अपि च तत्र क्रियायाः अतिपतिः अस्ति, इत्युक्ते क्रियायाः निष्पत्तिः न भवति. तत्र वयं तत्र भविष्यत्कालार्थे लृङ्लकारस्य प्रयोगः कर्तुं शक्यते. अतः अत्र लिखितं हेतु हेतुमतोर्लिङ् इति सूत्रेण, अनेन सूत्रेण किं भवति, यत्र कारणं हेतु अपि च हेतुमत् इति फलं, कारणम् अपि च फलम् एतयोः युग्मं दर्शयितुं लिङ्लकारस्य प्रयोगः भवति. एतत् सूत्रम् इति सूत्रस्य अर्थः हेतु हेतुमतोर्लिङ्ग् इति सूत्रं वदति. इदानीं तत्र सो तादृशनिमित्तम् इत्युक्ते यत्र कारणम् अपि च फलम् एकत्र दर्शयितुं वयं तादृशवाक्यं वदामः, अपि च सः भविष्यत्काल विषये वदामः, अपि च तत्र क्रियायाः अतिपतिः अस्ति, तत्र वयं लृङ्लकारस्य प्रयोगः कर्तुं शक्यते इति लिङ्निमित्तं. सो यादृशनिमित्तं लिङ्लकारस्य भवति तादृशनिमित्ते सति अनन्तरं तत्र द्वितीयबिन्दुः अस्ति क्रिया अतिपतिः. सो क्रियातिपतिः पतौ तस्मिन् विषये अपि तत्र सो अत्र कण्डिशन् द्वयम् इत्युक्ते लृङ्लकारस्य प्रयोगः कदा वयं कर्तुं शक्यते, प्रथमे तु भविष्यतार्थे. सो भविष्यत्कालार्थे भविष्यति इति यः क्रियाविषये वक्तुम् इच्छामः चेत्, अपि च तत्र लिङ् इति निमित्तम् अस्ति इत्युक्ते तस्मिन् वाक्ये कारणम् अपि च फलं युग्मम् अस्ति, अपि च तत्र क्रियायाः अनिष्पतिः अस्ति. क्रियायाः निष्पतिः न भवति, अनिष्पतिः अस्ति, तत्र वयं लृङ्लकारस्य प्रयोगः कर्तुं शक्यते. प्रथमबिन्दुः अस्ति लिङ्निमित्ते इत्युक्ते किं. सो लिङ्निमित्ते सति क्रियातिपतौ लृङ् इति सूत्रस्य अर्थः. सो लिङ्निमित्ते इत्युक्ते लिङ्लकारस्य निमित्तं किम् अस्ति, अनेन सूत्रेण यत् निमित्तं दत्तं, यत्र कारणम् अपि च फलं युग्मम् अस्ति इति तत्र प्रथमबिन्दुः. द्वितीयबिन्दुः अपि पठतु भगिनि. युग्मम् इत्युक्ते किं महोदय? टुगेदर्. युग्मम् इत्युक्ते एकत्र, टुगेदर्. सेकेण्ड् कण्डिशन् किम् अस्ति? क्रियातिपतौ भविष्यत् इति अत्र इत्युक्ते क्रिया भविष्यत्काले विषये वयं वदामः, परन्तु तत्र प्रायशः क्रियायाः निष्पत्तिः न भवति, अनिष्पत्तिः अस्ति. प्रथमे तत्र कारणम् अपि च फलं तत्र एकत्र तस्य विषये इत्युक्ते कास् अण्ड् इफेक्ट्. एका या क्रिया अस्ति तस्य कृते यत् कारणम् अस्ति तदपि तस्मिन् एव वाक्ये दत्तमस्ति. उदाहरणं पठामः चेत् तत्र किञ्चित् तत्र स्पष्टता भवति. प्रथमे तत्र क्रियातिपतौ इत्युक्ते किं, तस्य विषये एकवारं पठामः, अनन्तरं पुनः तस्य विषये चर्चा कुर्मः. द्वितीयबिन्दु पठतु भगिनि. क्रियातिपत्तिः क्रियायाः अनिष्पत्तिः इत्युक्ते क्रियायाः अभावः. अत्र अस्य सूत्रस्य अर्थः भवति यत्र कारणफलयुग्मेन निर्दिष्टायाः क्रियायाः अभावः भविष्यकालस्य साहाय्येन वक्तव्यः अस्ति. तत्र लृङ्लकारस्य प्रयोगः भवति, यथा कृष्णम् अनंस्यत् चेत् सुखमयास्यत्. यदि कृष्णस्य नमनं करिष्यति तर्हि सुखमपि यास्यति, परन्तु इदानीं कृष्णस्य नमनं न कृतम्. इत्युक्ते क्रियाति अतिपतिः, अतिपतिः इत्युक्ते अनिष्पतिः, क्रियायाः अभावः अस्ति. सो क्रिया न अभवत्, परन्तु केवलं क्रियायाः विषये वदामः, परन्तु क्रियायाः अभावः अस्ति. क्रियाविषये वदामः अतः तत्र धातुः अपेक्षितः, अपि च तत्र लकारः अपि अपेक्षितः, परन्तु क्रिया साक्षात् न अभवत्, क्रिया न अभवत्. सो क्रियायाः अभावः. सो प्रथमे तत्र लृङ्लकारस्य प्रयोगः भविष्यत्काले भवति, अपि च तत्र कारणम् अपि च फल युग्मेन निर्दिष्टायाः क्रियायाः अभावः अपि तत्र भवेत् इति तत्र लृङ्लकारस्य निमित्तम् अस्ति. सो अत्र आम् अत्र उदाहरणमस्ति, कृष्णम् अनमस्यत् इत्युक्ते लृङ्लकारविषये इति अटागमः भवति. यथा तत्र लृङ्लकारः यथा लङ्लकारे अटागमः भवति, धातौ अटागमः भवति, तदेव लृङ्लकारे अपि अटागमः तत्र भवति. अपि च अत्र नम् इति धातुः अस्ति चेत् नस्यत् इति रूपं भवति लृङ्लकारस्य विषये, तादृशरूपम् अस्ति. अपि च अटागमः अपि आवश्यकं, बिकास् द सूत्रम् इस् लुङ् लङ् लृङ् शु, सो अट् उदातः, सो अत्रापि अटागमः भवति. सो कृष्णम् अनस्यत् चेत् सुखम् अयास्यत्, अत्रापि अकारः अस्ति, सुखम् अयास्यत् इति तत्र लृङ्लकारस्य सिद्धतिङ् प्रत्ययः अस्ति. अत्रापि स्य इत्युक्ते शतासि लृ लुटो इति सूत्रं यः अस्माभिः पठितं, शतासि लृ लुटो स्य इति प्रत्ययः कदा आयाति? यदा धातुपरे तत्र लृट् लकारः नो चेत् लृङ् लकारः अस्ति. सो अत्रापि स्य इति भागः श्रूयते. अपि च अटागमः अपि अस्ति लृङ् लकारे. सो लृङ् लकारे विकरणप्रत्ययः स्य अस्ति यथा लृट् लकारे अस्ति. सो कृष्णम् अनस्यत् चेत् सुखम् अयास्यत् इति यः वाक्यम् अस्ति, सो अस्य वाक्यस्य अर्थः कः इत्युक्ते वक्ता किं वक्तुमिच्छति? यदि कृष्णस्य नमनम् इत्युक्ते नमनम् इत्युक्ते सल्युटेशन् करिष्यति तर्हि सुखमपि यास्यति. सो इदानीं पर्यन्तं यः कारणमस्ति कृष्णस्य नमनं, यः कारणमस्ति हेतु अस्ति इत्युक्ते सुखस्य कारणं किं? सुखम् इति यः वयं प्राप्नुमः, सुखं प्राप्नुमः, तदस्ति फलम्. परन्तु सुखस्य कारणं किं? कृष्णस्य नमनम् इति कारणम् अस्ति. सो इदानीम् इत्युक्ते अत्र इदानीन्तन यदा वक्ता वदति तस्मिन् समये तत्र क्रिया न अभवत्, केवलं वदति. इफ् वि विल् डू द सल्युटेशन् आफ् कृष्ण देन् वि विल् फैण्ड् सुखम् इति. सो क्रियायाः इह हेतु अस्ति, तत्रापि क्रिया न अभवत्. या फलस्य हेतु अस्ति तत् क्रिया न अभवत्, अतः क्रियायाः अनिष्पत्तिः अस्ति. सो अत्र लिखितं, परन्तु इदानीं कृष्णस्य नमनं न कृतं, परन्तु वक्ता तादृश वदति, वक्ता तादृश वक्तुम् इच्छति चेत् यत्र हेतु अपि च हेतु मत् युग्मं सः दर्शितुम् इच्छति, अपि च तत्र क्रियायाः अनिष्पत्तिः अस्ति तत्र वयम्, अपि च फ्यूचर् टेन्स् इति विषये वदति, भविष्यति इति अर्थे वदति, तत्र लृङ्लकारस्य प्रयोगः इति दृश्यते. सो लृङ्विषये इत्युक्ते सामान्य भविष्यत्कालविषये वयं लृङ्लकारस्य तत्र निमित्तानि अधिकानि, अतः वयं लृङ्लकारस्य प्रयोगः केवलं कण्डिशनल् विषये एव कुर्मः. यदा तादृशस्थितिः अस्ति तदा एव लृङ्लकारस्य प्रयोगः भवति. क्षम्यतां, वदतु महोदय. नमस्कारः, मम ध्वनि श्रूयते वा? आयाति, श्रूयति, श्रूयति. इस् दिस् इफ् Then, or, no, let me complete, please. If then, or is it, had it been then? तत्र केचन वैयाकरणः वदन्ति अत्र लृङ्लकारस्य प्रयोगः न केवलं भविष्यत् अर्थे इत्युक्ते इफ् न, परन्तु तत्र had इति इत्युक्ते भूतकाल अर्थे अपि तत्र कुत्रचित् वयं तादृशस्थितिः अस्ति इत्युक्ते हेतुमत् युग्मम् अस्ति, अपि च तत्र क्रियायाः अनिष्पत्तिः अस्ति. केचन वैयाकरणः वदन्ति तत्र वयं लृङ्लकारस्य प्रयोगः कर्तुं शक्यते इत्युक्ते न केवलं तत्र भविष्यत्काले, भूतकालार्थे अपि वयं तत्र लृङ्लकारस्य तादृशस्थितिः अस्ति. इफ् द हेड् वि डन् दिस् देन् वि वुड् हेव् फौण्ड् दिस्. सो तत्र भूतकालस्य किञ्चित् तत्र प्रयोगः दृश्यते हेड् इति यदा वदति. सो न केवलं भविष्यत् इति अर्थे, परन्तु अत्र इत्युक्ते अस्मिन् सूत्रे भविष्यति इत्यस्य अधिकारः अस्ति, लघु अधिकारः अस्ति, परन्तु केचन वदन्ति तत्र तादृशप्रयोगः अपि दृश्यते यत्र वयं भूतकालक्रियाविषये अपि तत्र तादृशलृङ्लकारस्य प्रयोगः कर्तुं शक्यते. यदा तत्र एकं वाक्यम् अस्ति इत्युक्ते सुवृष्टिः अभविष्यत्, सुभिक्षिम् अभविष्यत्. सो अभविष्यत् इति लृङ्लकारस्य रूपम् अस्ति. तत्र इत्युक्ते तस्य अर्थः कः, एतस्य वाक्यस्य अर्थः कः इत्युक्ते गतवर्षाकाले यदि वृष्टिः स्यात् तर्हि सुभिक्षिं स्यात्. सो अत्र भूतकालस्य विषये लृङ्लकारस्य प्रयोगः दृश्यते. सो तत्र वैयाकरणाः वदन्ति न केवलं भविष्यतार्थे, वयं भूतकालार्थे अपि लृङ्लकारस्य प्रयोगः कर्तुं शक्यते. सो इत्युक्ते वयं वक्ता किं वक्तुम् इच्छति, सुवृष्टिः अभविष्यत्, सुभिक्षिम् अभविष्यत् इति अस्य विषये तत्र अर्थद्वयं भवितुं शक्नोति. एकमर्थः अस्ति गतवर्षाकाले यदि वृष्टिः स्यात् तर्हि सुभिक्षिं स्यात्, नो चेत् आगामिवर्षाकाले वृष्टिः भविष्यति चेत् सुभिक्षिं भविष्यति इत्यपि अर्थः तत्र भवितुं शक्नोति. अतः तत्र यत् वक्ता इच्छति तादृशनिर्णयः अस्माभिः करणीयम्. सो न केवलं भविष्यति अर्थे तत्र लृङ्लकारस्य प्रयोगः, भूतार्थे अपि लृङ्लकारस्य प्रयोगः वयं कर्तुं शक्यते इति तत्र वैयाकरणाः वदन्ति. सो अत्र लृङ्लकारस्य विषये निमित्तद्वयम् आवश्यकं, तत्र हेतु अपि च हेतुमत् तेषां विषये तत्र वदनीयम्, अपि च तत्र क्रियायाः अभावः. इत्युक्ते इन् द पास्ट् आल्सो द क्रिया डिड् नाट् हेपन्, देट् इस् वै दिस् हेज् हेपन्. सो इफ् आर् इफ् हे इफ् इट् वुड् हेव् बीन् इट् इफ् इन् द लास्ट् इयर् रेन् हेड् हेपन्ड् एनफ् रेन् हेड् हेपन्ड् देट् also we can that vakya also we can use using the lringlakara. atra asti suvrishtihi ched abhavishyat tada subhiksham abhavishyat, yadi suvrishtihi bhavishyati tarhi subhiksham api bhavishyati, parantu idanim suvrishtihi na jata. itukti तत्र इत्युक्ते एक्चुलि सिन्स् देर् इस् क्रियातिपतौ इति पदम् अस्ति, क्रियायाः अनिष्पतिः अस्ति, देट् इस् वै बिकास् वी डोण्ट् नो वाट् विल् हेपन् वेदर् द इन् भविष्यत्काले तत्र वृष्टिः विल् अ गुड् रेन् विल् हेपन् आर् नाट्. सो सिन्स् that is why they are using it for the bhutkal arthe api, because bhut vishaye vayam to janimah ki suvrishti hi na abhavat, gat varsha kale suvrishti hi na abhavat, atah tatra tadrish vakyam asti. so suvrishti hi ched abhavishyat tada subhiksham abhavishyat iti tatra asya vakyasya arthah yatra kriyayah anishpatih, तत्र साक्षात् वक्ता जानाति तस्य विषये तस्य ज्ञानम् अस्ति, क्रियायाः पूर्वस्मिन् वर्षाकाले तत्र सुवृष्टिः न अभवत्, अतः सः तादृशवाक्यं वदति. दट् इस् वै इवन् दो सूत्रे भविष्यति इत्यस्य अधिकारः अस्ति, परन्तु भूतकालार्थे तत्र अधिकप्रयोगः दृश्यते. अतः सो शास्त्राधारेण भविष्यति इति अर्थे अस्ति, परन्तु भूतकाले अपि तस्य प्रयोगः ग्रन्थेषु इत्युक्ते संस्कृतवाङ्मये तत्र दृश्यते. तादृश अर्थ भूतकालविषये अपि तस्य प्रयोगः दृश्यते. सो अस्य आधारेण, सूत्रस्य आधारेण तु केवलं भविष्यति इति, इफ् इफ् द रेन् विल् हेपन्, इफ् ए गुड् रेन् विल् हेपन्, देट् अर्थः अत्र सूत्राधारेण भवति. बट् as per some of the grammarians, they say that if it would have been a good rain in the last year, then this would have happened. So tasmin arthe api tatra prayogah drishyate. Itukte we say that prayog tatra vyakaranah, they are dependent on the prayogah, whatever prayogah tatra ग्रन्थेषु पुस्तकेषु दृश्यते, वैयाकरणाः फालो देट्, नाट् द स्पेसिफिक् ग्रामर् रूल्स्. सो विदेशे देट् वैयाकरणाः प्रयोगशरणाः, दे आर् डिपेण्डेण्ट् आन् द प्रयोग आल्सो. देट् इस् वै वि यूस् लृङ्लकारः इन् द भूत्कालार्थे अपि तत्र तस्य प्रयोगः दृश्यते. अवगतं वा महोदय? आम् अवगतं, धन्यवादः. सो दिस् इस् अ वेरि कामन् टर्म् इन् द संस्कृत दिस् वाङ्मये, वैयाकरणाः प्रयोगशरणाः, दे आर् डिपेण्डेण्ट् आन् द प्रयोग आल्सो, नाट् ओन्ली द दिस् फार्मुला सूत्र, बट् प्रयोगः अपि तत्र द्रष्टव्यं. प्रयोगः अस्ति चेत् ते कन्सिडर् इट् एस् साधुप्रयोगः. इफ् ग्रन्थेषु शास्त्रेषु भिन्नशास्त्रेषु तत्र तादृशप्रयोगः दृश्यते, देन् दे कन्सिडर् देट् आल्सो. चेतना भगिनी, अवगतं वा भगिनी? क्रियायाः अतिपति इत्युक्ते किम्, अपि च लिङ्निमित्ते इत्युक्ते किम्? सो लिङ्निमित्ते सति, लिङ्निमित्ते सति क्रियातिपतौ लृङ्लकारः. सो यदा तत्र ये यानि निमित्तानि लिङ्लकारस्य भवन्ति, तादृशनिमित्ते सति अपि च क्रियायाः अनिष्पतिः अस्ति, तत्र भविष्यतर्थे लृङ्लकारस्य प्रयोगः भवति, करणीयम् इति सूत्रं वदति. मञ्जरी भगिनी, अवगतं वा भगिनी? हा हा, अवगतम्. इदानीं तत्र सो सामान्य भविष्यत्कालार्थे वयं लृट् लकारस्य प्रयोगः, लृट् शेषे च इति सूत्रेण भविष्यत्कालक्रिया दर्शयितुं वयं तत्र लृट् लकारस्य एव प्रयोगः इत्युक्ते प्रायशः कुर्मः. अत्र निमित्तानि, केचन निमित्तानि आवश्यकानि, तदा एव लृङ्लकारस्य प्रयोगः भवति. अतः सामान्य भविष्यत्काले लृट् लकारस्य प्रयोगः भवति. अस्तु, सो एतानि सूत्राणि लकारविधायकसूत्राणि. केन सूत्रेण कः लकारः विधीयते, ते सूत्राणि अत्र दत्तानि. वर्तमाने लट्, इदानीं लट्, अनद्यतनविषयः अस्ति, अपि च सः भूत्कालविषये अस्ति, तत्र लङ्लकारस्य विधिनिमन्त्रण, एतेषु अर्थेषु तत्र लिङ्लकारस्य प्रयोगः भवति. अनन्तरं साक्षात् अनन्तरं वदति लोट् च. लोट् च इत्युक्ते एतेषु विषयेषु न केवलं लिङ्लकारस्य, विधिलिङ्लकारस्य प्रयोगः, लोट् लकारस्य अपि एतेषु अर्थेषु वयं लोट् लकारस्य प्रयोगः अपि कर्तुं शक्यते. सो वी हेव् एन् आल्टर्नेटिव्, वी केन् रिप्लेस्. इफ् वी डोण्ट् नो द विधिलिङ्लकार रूपाणि, वी केन् यूस् द लोट् लकार रूपाणि. अर्थः समानम् एस् पर् द शास्त्र. तन् परोक्षे लिट् इति भूतकालार्थे अस्ति, अनध्यतन् परोक्षे लिट्, सो पूर्वसूत्रात् तत्र अनध्यतने इति, तत्र अनध्यतने परोक्षे विषये भूतकाल क्रिया दर्शयितुं तत्र लिट् लकारस्य प्रयोगः. तन् अनध्यतने लुट् इति यः अस्ति, अनध्यतने लुट् इति कस्मिन् विषये अस्ति? यः अध्यतन् अत्र अत्र अत्रापि लुट् लकारः कस्मिन् अर्थे, कस्मिन् काले भवति? 3315 नास्ति, अद्य नास्ति, अद्य नास्ति इत्युक्ते अत्र कस्य भविष्यति एव, भविष्यति एव. सो अद्यतन भविष्यत् नास्ति, अन् अध्यतन भविष्यत् अस्ति. तत्र लुट् लकारस्य प्रयोगः भवति, परन्तु लृट् शेषे च इत्युक्ते अनध्यतन विषये तु लुट् लकारः 15 पूर्वे अस्ति, लृट् शेषे च इति पूर्वसूत्रम्. सो सामान्य भविष्यत्काल अस्ति लृट् लकारः, परन्तु यत्र साक्षात् अनध्यतन विषयः अस्ति तत्र वयं लुट् लकारस्य प्रयोगः प्रायशः कुर्मः भविष्यत्काल विषये. सो लुट् लकारस्य अपि तत्र इत्युक्ते तत्र प्रयोगः अधिकप्रयोगः न दृश्यते, लृट् लकारस्य एव प्रयोगः दृश्यते. सो पूर्वसूत्रमस्ति लृट् शेषे च, अनन्तरम् अनध्यतने लुट्, सो अत्रापि भविष्यत्. सो लृट् लुट् अपि च लृङ् लकारः भविष्यत्कालविषये त्रीणि लकाराः, त्रयः लकाराः, अनन्तरम् आशिषि लिङ्ग् लोटो. सो आशिषि इत्युक्ते आशीर्वादार्थे लिङ्ग्, नो चेत् लोट् लकारः, लकारद्वयस्य. सो सेम् समान अर्थेषु तत्र लोट् अपि च लिङ्ग्, अत्रापि लिङ्ग् लोटौ इति द्विवचनात् पदमस्ति. सो आशीर्वादार्थे प्रायशः वयं तत्र लिङ्ग् लकारस्य एव प्रयोगः दृश्यते, आशीर्लिङ्ग् लकारः. सो लिङ्ग् लकारद्वयम्, एकमस्ति विधिलिङ्ग् लकारः, द्वितीयमस्ति आशीर्लिङ्ग् लकारः. बिकास् द रूपाणि तत्र सिद्धतिङ्प्रत्ययाः भिन्नाः, अतः तत्र भिन्नरूपेण अत्र इत्युक्ते किमर्थम् अत्र आशिषि लिङ्ग् लोटौ इति, आशिषि इति अपि अस्मिन् एव विधि निमन्त्रण आमन्त्रण अधीष्ट सम्प्रश्न प्रार्थनेषु आशिषि इति अत्र एव किमर्थं न योजितं महर्षिणा, तस्य विषये कः तत्र विचारः अस्ति? किमर्थम् एतत् वाक्यम् एतत् पदमपि अस्मिन् एव न दत्तम्? अनन्तरं सः वदति लोट् च. सो अत्रापि लिङ्ग् लिङ्ग् लकारस्य प्रयोगः आशिषि अर्थे भवति, आशिषि विषये भवति, लोट् लकारस्य अपि आशिषि अर्थे सूत्राधारेण भवितुं शक्नोति. सो किमर्थम् अत्र सूत्रद्वयं, किमर्थम् अत्र लाघवार्थं, किमर्थं महर्षिणा एकमेव पदे एतत् एतत् आशिषि अपि न योजितम्? तत्र प्रयोजनम् अस्ति. कः प्रयोजनम् अस्ति? पूर्वस्मिन् वर्गे तत्र चर्चितवन्तः वा आर् न? सो अत्र वयं जानीमः लिङ्ग्लकार विधिलिङ्ग्लकारः सार्वधातुकलकारः, तत्र सार्वधातुकप्रक्रिया भवति, परन्तु आशीर्लिङ्ग्लकारः अर्धधातुकप्रक्रिया तत्र भवति. सो आशीर्वादार्थे इत्युक्ते लोके तत्र प्रायशः लिङ्ग्लकारस्य प्रयोगः एव भवति, न तु लोट् लकारस्य. यद्यपि सूत्रे लिङ्ग्लोटो लिखितं, परन्तु प्रयोगः तु लिङ्ग्लकारस्य एव दृश्यते, इत्युक्ते आशीर्लिङ्ग्लकारस्य दृश्यते आशीर्वादार्थे. सो अत्र प्रक्रिया भिन्ना, अत्र अर्धधातुकप्रक्रिया अस्ति, विधिलिङ्ग्लकारे सार्वधातुकप्रक्रिया अस्ति. यद्यपि लिङ्ग्लकारः एकमेव अस्ति, परन्तु एकं लिङ्ग् विधिलिङ्ग्लकारः सार्वधातुकलकारः, आशीर्लिङ्ग्लकारः अर्धधातुकलकारः. अत्र संज्ञासूत्रम् अस्ति, महर्षिणा उक्तं लिट् च लिङ्गाशीषि. सो लिङ्ग् आशिषि सो लिङ्गाशीषि ये तिबादयः अष्टादशतिबादयः ते अर्धधातुकाः न तु सार्वधातुकाः परन्तु विधिलिङ्गविषये तादृश कोऽपि सूत्रं नास्ति सो अत्र ये तिबादयः ते तिबादयः तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञा प्राप्नोति परन्तु लिङ्ग् आशिष् लिङ्ग् लकारविषये महर्षि साक्षात् वदति लिट् च लिङ्गाशीषि सो लिङ्ग् आशिषि आशिषि लिङ्ग् लकारे तिबादयः अर्धधातुकसंज्ञकाः भवन्ति अतः भिन्नसूत्रेण उक्तम् अस्ति अत्र प्रक्रिया भिन्ना भवति आशीर्वादार्थे यदा लिङ्ग्लकारस्य प्रयोगः परन्तु विधि निमन्त्रण आमन्त्रण आदिष्ट प्रश्न प्रार्थनेषु एतेषु अर्थेषु यः लिङ्ग्लकारस्य प्रयोगः तत्र सार्वधातुकप्रक्रिया अस्ति एतेषु सर्वेषु अर्थेषु यः लिङ्ग्लकारस्य प्रयोगः विधिलिङ्ग्लकारस्य प्रयोगः तत्र सार्वधातुकप्रक्रिया केवलम् आशिषि अर्थे एव तत्र आर्धधातुकप्रक्रिया भवति प्रक्रिया भिन्ना अतः भिन्नसूत्रे उक्त्या एतत् पदम् इति तत्र भिन्नसूत्रस्य किं प्रयोजनं किमर्थम् अत्र न योजितं तत्र प्रक्रिया भिन्ना अस्ति आशीर्लिङ्ग्लकारविषये तत्र तिवादयः अर्धधातुकसंज्ञकाः अस्तु अग्रे पठामः किम् अस्ति मञ्जरी भगिनी अग्रे पठति वा भगिनि अस्माकम् एतावता अहं पठामि एकनिमिषम् अस्माकम् एतावता अष्टाध्यायाः समग्रदृष्टिः मनसि अस्ति खलु इमानि उपरितनानि सूत्राणि कस्मिन् अध्याये तृतीयाध्याये अतः केषां सूत्राणाम् अधिकारः प्रत्ययः 3.1.1 अधिकार 3.1.1 तृतीयाध्याये कस्य सूत्रस्य अधिकारः वर्तते भगिनि पूर्वे अपि पठितम् तृतीयाध्याये कीदृशकार्यं भवति धातोः अनन्तरं ये प्रत्ययाः विधीयन्ते तेषां तत्र सम्पूर्णतृतीयाध्याये प्रत्ययानां विधिः अस्ति प्रत्याध्यायः इति उच्यन्ते सो यत्र यत्र प्रत्ययस्य विधिः अस्ति तत्र तृतीयाध्याये कस्य अधिकारसूत्रस्य अधिकारः वर्तते अत्र लिखितं प्रत्ययः परश्च धातोः इति पूर्वे अपि पठितं न भगिनि तृतीयाध्याये कस्य अधिकारः वर्तते प्रत्ययः इति सूत्रस्य अधिकारः परश्च इति सूत्रस्य यत्र यत्र प्रत्ययस्य अधिकारः तत्र तत्र परश्च इति सूत्रस्यापि अधिकारः यः प्रत्ययः विधिः अस्ति वर्तमाने लट् इति यः लट् प्रत्ययः सः परे परश्च इत्यनेन धातोः परे योजनीयम् सो अधिकारसूत्र त्रयः अधिकार त्रीणि अधिकारसूत्राणि प्रत्ययः परश्च धातोः कुत्र अस्ति एतेषाम् अधिकारः तृतीयाध्याये धातोः इति अधिकारः केवलं तृतीयाध्याये परन्तु प्रत्ययः परश्च इति अधिकारः एतयोः अधिकारः तत्र चतुर्थाध्याये अपि अस्ति पञ्चमे अध्याये अपि अस्ति प्रथमसूत्रं पठतु भगिनि प्रत्ययः 3.1.1 तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित् विधानं भवति तत्र तत्र प्रत्ययः आगत्य वदति यत् यस्य विधानं सञ्जातं तस्य प्रत्ययसंज्ञा भवति एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति तत्र सर्वत्र अस्य सूत्रस्य अधिकारः तावत् वदतु किमस्ति प्रत्ययः इति सूत्रं किं तस्य अर्थः कः अनेन सूत्रेण वयं किम् अवगच्छामः <आवगा चामा। coughs> यत्र यत्र प्रत्ययः आयाति तत्र प्रत्ययसंज्ञा इति भवति. कथं जानीमः लट् इति प्रत्ययः? लट् इति एकं सी टिल् द टैम् ऐ डोण्ट् नो वाट् इस् लट् टिल् द टैम् फार् मी लट् इस् वाट् इस् लट् लट् इस् द शब्दसमूह कस्यचित् शब्दसमूहस्य धातोः लट् इति शब्दसमूहस्य धातोः अनन्तरं विधिः अस्ति. सो वर्तमानकाल अर्थे वर्तमानकालद्योतयितुं धातोः परे लट्. कथं जानीमः लट् इति प्रत्ययः? लट् इति अस्य एतस्य शब्दसमूहस्य नामकरणं प्रत्ययः अस्ति. कथं जानीमः? अनेन सूत्रेण एव जानीमः. प्रत्ययः इति सूत्रेण एव लट् तत्र क्यः इत्युक्ते तत्र तुमुन् नवुल् ते अपि शब्दसमूहः. धातोः अनन्तरं तेषां विधिः अस्ति. परन्तु नवुल् त्रिचौ इति सूत्रं नवुल् त्रिचौ इति सूत्रमस्ति, विधिसूत्रमस्ति. सो धातोः परे नवुल् त्रिचौ इति नवुल् इति शब्दसमूहः, त्रिच् इति शब्दसमूहः. सो तत्र अपि प्रत्ययौ इति तत्र अस्य सूत्रस्य अधिकारः तत्रापि अस्ति. सो अत्र लिखितं यत्र यत्र विधिसूत्रं, यत्र यत्र विधिसूत्रम् इत्युक्ते यत्र यत्र तृतीयाध्याये, अस्मिन् तृतीयाध्याये यत्र यत्र विधिसूत्रमस्ति, यत्र यत्र विधिसूत्रं भवति तत्र तत्र विधिसूत्रे अधिकारसूत्रस्य अनुवृत्तिः अवश्य भवति. सो विधिसूत्रं यत्र यत्र अस्मिन् अध्याये तृतीयाध्याये अस्ति तत्र तत्र एतस्य प्रत्ययः इति सूत्रस्य अधिकारः अनुवृत्तिः, अधिकारसूत्रस्य अनुवृत्तिः अपि करणीयम्. सो वर्तमाने लट् इति विधिसूत्रम्. अनेन सूत्रेण धातोः अनन्तरं लट् इति लकारः कस्मिन् अर्थे? वर्तमानकाले इति लट् इति शब्दसमूहस्य विधिः अस्ति. परन्तु लट् अपि प्रत्ययः, नवुल् अपि प्रत्ययः, त्रिच् अपि प्रत्ययः. कथं जानीमः? अनेन सूत्रेण एव तस्य संज्ञा भवति, तस्य प्रत्ययसंज्ञा भवति. कस्य प्रत्ययसंज्ञा भवति? शब्दसमूहस्य, यः यस्य विधिः अस्ति. अनेन सूत्रेण लट् प्रत्ययस्य विधिः. अनद्यतने लङ् इति सूत्रेण लङ् लङ् शब्दसमूहस्य विधिः. सो अस्मिन् सूत्रे प्रत्ययः इति आगत्य वदति लङ् इति प्रत्ययः. सो तस्य प्रत्ययसंज्ञा भवति. यस्य शब्दसमूहस्य विधिः विधिसूत्रे उक्तं तस्य शब्दसमूहस्य इत्युक्ते केवलम् एतेषु त्रिषु अध्यायेषु यत्र यत्र प्रत्ययः इत्यस्य अधिकारः अस्ति तत्र एव तस्य शब्दसमूहस्य प्रत्ययसंज्ञा भवति इति प्रत्ययः. सो अनेन सूत्रेण न केवलम् एतत् अधिकारसूत्रमस्ति इत्युक्ते अधिकारसूत्रमस्ति इत्युक्ते तस्य कः अर्थः? विधिसूत्रे एतस्य पदस्य अनुवृत्तिः अवश्य करणीयम्. सो एतस्य पदस्य यदा तत्र विधिसूत्रे अनुवृत्तिः भवति तदा तस्य कः कस्य सह अन्वयः भवति? लट् प्रत्ययः. लट् अपि प्रत्ययः, तस्य प्रत्ययसंज्ञा भवति. वि नो देट् प्रत्यय आधारीकृत्य तत्र बहूनि कार्याणि सन्ति. सो प्रत्ययः इति तत्र लट् इत्यस्य प्रत्ययसंज्ञा भवति, तस्य प्रत्ययसंज्ञा भवति इति लिखितम्. सो अत्र एकवारं पुनः पठतु प्रथमवाक्यं, तृतीय चतुर्थ पञ्चमः. तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित् विधानं भवति तत्र तत्र कस्यचित् विधानं, कस्यचित् विधानम् इत्युक्ते एतेषु त्रिषु अध्यायेषु कस्य कस्य कस्य विधानं भवति त्रिषु अध्यायेषु? केषां विधानं भवति एतेषु त्रिषु अध्यायेषु? प्रत्ययानां. तृतीयाध्याये धातोः अनन्तरं ये प्रत्ययः, चतुर्थपञ्चमे अध्याये प्रातिपदिकात् ये प्रत्ययाः विधीयन्ते. सो एतेषु त्रिषु अध्यायेषु कस्य विधानमस्ति? केवलं प्रत्ययानां. बहूनि प्रत्ययाः व्याकरणे सन्ति. प्रकृति केनाट् डु एनिथिङ्ग् अन्लस् देर् इस् अ प्रत्ययः. सो पदम् इत्युक्ते प्रकृति प्लस् प्रत्ययः इस् पदम्. सः प्रत्ययः धातोः धातुप्रत्ययः वा प्रातिपदिकात् प्रत्ययः वा. सो यत्र यत्र कस्यचित् विधानं, कस्यचित् इत्युक्ते इदानीं जानीमः कस्यचित् शब्दसमूहस्य विधानम्, कस्यचित् शब्दसमूहस्य विधानं भवति, तत्र किं भवति? तत्र तत्र आगत्य वदति यत् यस्य विधानं सञ्जातं तस्य प्रत्ययसंज्ञा भवति. सो अनेन सूत्रेण एतत् न केवलम् अधिकारसूत्रे सूत्रम्, अनेन सूत्रेण संज्ञा अपि भवति. कीदृशसंज्ञा? प्रत्यय इति संज्ञा. कस्य प्रत्यय इति संज्ञा? यस्य शब्दसमूहस्य विधिः अस्ति, विधानम् अस्ति. सो यस्य शब्दसमूह तत्र परोक्षलिट् इति सूत्रेण लिट् शब्दसमूहस्य विधानम् अस्ति. कस्य अनन्तरम् अस्ति लिट् इति? कुत्र योजनीयं? धातोः योजनीयं. पञ्चमी अस्ति धातोः अनन्तरं लिट् लकारः अस्मिन् अर्थे अनद्यतने परोक्षे विषये धातोः अनन्तरं लिट् इति शब्दसमूहस्य विधानम् अस्ति अनेन विधिसूत्रेण. एतत् विधिसूत्रम् अस्ति, लिट् लकारस्य विधायकसूत्रम् अस्ति. अनेन सूत्रेण एव धातोः परे लिट् लकारस्य विधिः. सो अस्मिन् सूत्रे एतत् सूत्रं तृतीयाध्याये अस्ति, अतः सम्पूर्णतृतीयाध्याये प्रत्ययः इति अस्य अधिकारः अस्ति. सो अस्मिन् सूत्रे न केवलम् अनध्यतने परोक्षे लिट् अत्र अपि च प्रत्ययः. सो लिट् इति यः प्रत्ययः अस्ति कथं जानीमः? अनेन सूत्रेण एव जानीमः. प्रत्ययः इति सूत्रेण एव जानीमः लिट् अपि प्रत्ययः, लुट् अपि प्रत्ययः, लोट् अपि प्रत्ययः, लट् अपि प्रत्ययः. बिकास् अनेन सूत्रेण न केवलम् एतत् अधिकारसूत्रमस्ति इत्युक्ते अस्य अनुवृत्तिः तत्र भवति, परन्तु अनेन सूत्रेण यस्य विधानं सञ्जातं, लिट् विधानं सञ्जातं, तस्य लिट् शब्दसमूहस्य प्रत्ययसंज्ञा भवति. सो इदानीम् अनेन सूत्रेण जानीमः कोऽपि भिन्नसंज्ञासूत्रं नास्ति. यथा भूवादयः धातवः, सनाद्यन्तः धातवः, संज्ञासूत्रयोः तत्र वयं जानीमः कः कस्य धातु इति संज्ञा, तथैव कस्य प्रत्यय इति संज्ञा अनेन सूत्रेण जानीमः. सो यस्य विधिः, यस्य शब्दसमूहस्य प्रातिपदिका प्रकृति अनन्तरं विधिः, तस्य प्रत्ययसंज्ञा भवति अनेन सूत्रेण. सो न केवलम् एतत् अधिकारसूत्रम्, एतत् संज्ञासूत्रमपि अस्ति. अनेन सूत्रेण न केवलं तत्र अधिकारः दृश्यते, परन्तु तत्र संज्ञा अपि तत्र भवति. का संज्ञा? प्रत्यय इति संज्ञा. अन्तिमवाक्यमपि पठतु. एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति तत्र सर्वत्र अस्य सूत्रस्य अधिकारः. इत्युक्ते अस्य सूत्रस्य अनुवृत्तिः विधिसूत्रे अवश्यकरणीयं. कुत्र? एतेषु त्रिषु अध्यायेषु, न केवलं तृतीयाध्याये, चतुर्थाध्याये अपि तथैव अस्ति. पञ्चमे अध्याये अपि प्रत्ययः इति पदम् आगत्य वदति यस्य विधिः सु औजस् अम् ओट्षस् इति विधिः अस्ति. प्रातिपदिकात् ज्ञाप प्रातिपदिकात् सु औजस् अम् ओट्षस् तत्र प्रत्ययाः. किमर्थं चेत् एकविंशति प्रत्ययाः सन्ति. सो तत्र वचनपरिणामम् अपि करणीयं. सो तत्र वी केनाट् से प्रत्ययः बिकास् दियर् एकविंशति प्रत्ययानां विधिः अस्ति तस्मिन् सूत्रे. सो तत्र एते प्रत्ययाः. सो सु अपि प्रत्ययः, अम् अपि प्रत्ययः, औट् अपि प्रत्ययः. सो तेषां न तत्र एतस्य अधिकारः तस्मिन् सूत्रे अस्ति, अपि च अनेन सूत्रेण तेषां शब्दसमूहानां तत्र प्रत्ययसंज्ञा अपि भवति इति एतत् सूत्रस्य तत्र विलक्षणमस्ति, लक्षणमस्ति तत्र, न केवलम् अधिकारसूत्रमस्ति इत्युक्ते अधिकारसूत्रस्य किं कार्यम्? अधिकारसूत्रस्य कार्यमस्ति तस्य अनुवृत्तिः विधिसूत्रे अवश्य भवति. अग्रिमेषु बहुषु सूत्रेषु तस्य पदस्य आवश्यकता अस्ति, अतः महर्षिः तत् पदम् आदौ एव तत्र स्थापयति. तस्य सूत्र, तस्य पदस्य अनुवृत्तिः अस्माभिः तत्र अवश्य करणीयम्. परन्तु एतत् विशिष्टसूत्रम् अस्ति, न केवलम् अधिकारः अस्ति, अनेन सूत्रेण प्रत्ययसंज्ञा अपि भवति, तादृश शब्दसमूहस्य प्रत्यय इति संज्ञा भवति. अवगतं वा भगिनि? सो प्रत्यय इति न केवलम् अधिकारसूत्रम् अस्ति, अनेन सूत्रेण संज्ञा अपि भवति, प्रत्ययसंज्ञा भवति तस्य शब्दसमूहस्य. सो नवलपि प्रत्ययः, तृच् अपि प्रत्ययः, अनियर् अपि प्रत्ययः, तव्य तव्यत् अनियर् इति एकं सूत्रम् अस्ति, तव्य तव्यत् अनियर् भावकर्मणोः इति सूत्रस्य तत्र प्रसक्तिः. सो तव्यापि प्रत्ययः, तत्रापि प्रत्ययः इति पदस्य अनुवृत्तिः अस्माभिः करणीयं. तत्रापि एतस्य सूत्रस्य अधिकारः अस्ति. सो न केवलं तत्र धातोः अनन्तरं तव्य तव्यत् अपि च अनियर् एते प्रत्ययाः विधीयन्ते भावकर्मणोः इत्यस्य विषये. सो यत्र यत्र विधिसूत्रम् अस्ति अस्मिन् तृतीयाध्याये, इदानीं तु अस्माकं विषयः अस्ति तृतीयाध्यायः, धातु अध्यायः, तत्र तत्र प्रत्ययः इति आगत्य वदति यः यस्य शब्दसमूहस्य विधानं सञ्जातं तस्य प्रत्ययसंज्ञा अपि अस्ति, सः प्रत्ययः इति उच्यते, तस्य प्रत्यय इति नामकरणं भवति. प्रत्ययः इति संज्ञासूत्रं तथा अधिकारसूत्रम् सत्यं. सो प्रत्ययः न केवलम् अधिकारसूत्रमस्ति, संज्ञासूत्रमस्ति अपि अस्ति. अनेन तत्र कोऽपि भिन्न प्रत्ययविषये कोऽपि भिन्नसंज्ञासूत्रं नास्ति. यथा धातुविषये सूत्रद्वयं, तादृश अष्टाध्यायीग्रन्थे प्रत्ययविषये कोऽपि सूत्रं नास्ति. अनेन सूत्रेण एव प्रत्यय इति शब्दसमूहस्य प्रत्यय इति संज्ञा भवति. अस्तु, इदानीं परश्च. परश्च पठतु भवती. अधिकारः 3.1.1 तः 5.4.160 पर्यन्तम् एषु एव त्रिषु अध्यायेषु यत्र यत्र प्रत्ययः इत्यनेन प्रत्ययसंज्ञा भवति तत्र तत्र परश्च इति सूत्रमपि उपविश्य वदति यत् अयं प्रत्ययः प्रकृतेः अनन्तरम् आयाति. इत्युक्ते अत्र परः इत्यनेन, परः इति पदस्य कः अर्थः? अनन्तरम्. परः इत्युक्ते अनन्तरं. कस्य अनन्तरम्? प्रकृतेः अनन्तरम्. प्रकृतेः इत्युक्ते प्रकृतेः हौ मेनि टैप्स् आफ् प्रकृतेः प्रकृति अस्ति? धातु अपि च प्रातिपदिकं. सो प्रातिपदिकं विषये अपि तत्र संज्ञासूत्राणि, कस्य नाम प्रातिपदिकम् इति तत्र व्याकरणे अस्ति. तथैव कस्य नाम धातु, सो धातु अपि प्रकृतिः, अपि च प्रातिपदिकमपि प्रकृतिः. सो सः प्रकृतिः धातु भवेत् वा प्रातिपदिकं भवेत्, तस्य अनन्तरं यदि कस्यचित् शब्दसमूहस्य विधिः अस्ति, सः शब्दसमूह तस्य शब्दसमूहस्य प्रत्यय इति नामकरणं भवति. यदा तस्य प्रत्यय इति नामकरणं भवति तदा तत्र परश्च इति सूत्रम् आगत्य वदति एतत् प्रत्ययः परश्च इत्युक्ते अनन्तरं, प्रकृतेः अनन्तरम् आयाति. सो तत्र कोऽपि भ्रमः मा भवेत् तस्य कृते एव. सो प्रत्ययः सर्वदा कुत्र आयाति? परश्च इति सूत्रेण प्रकृतेः अनन्तरम् आयाति. आदौ मध्ये कुत्र, यथा तत्र आगमविषये, आगमः आदौ अपि आगन्तुं शक्यते, अन्ते अपि आगन्तुं शक्यते, कुत्रचित् मध्ये अपि आगन्तुं शक्यते, परन्तु प्रत्ययविषये तादृशस्थितिः नास्ति. प्रत्ययः सर्वदा प्रकृतेः अनन्तरम् एव आयाति इति परश्च सूत्रं, सूत्रस्य तत्र वैलक्षण्यम् अस्ति. सो यस्य यस्य शब्दसमूहस्य प्रत्यय इति संज्ञा. आगम इस् डिफ्रेण्ट्, आदेश इस् डिफ्रेण्ट्. इदानीं वाट् वी आर् डिस्कसिङ्ग्, वी आर् डिस्कसिङ्ग् तादृशशब्दसमूहः यस्य प्रत्यय इति संज्ञा भवति. सः शब्दसमूहः प्रकृतेः सर्वदा प्रकृतेः अनन्तरम् एव स्थापनीयम्. अतः परश्च इति सूत्रमपि शास्त्रे दत्तं, ग्रन्थे दत्तम्. सो यस्य यस्य शब्दसमूहस्य प्रत्यय इति संज्ञा, तस्य कुत्र स्थापनीयं, प्रकृतेः अनन्तरं. तत्र तत्र परश्च इति सूत्रस्य अपि प्रसक्तिः. इत्युक्ते विधिसूत्रे एतेषु त्रिषु अध्यायेषु यत्र यत्र विधिसूत्रम् अस्ति तत्र तत्र न केवलं प्रत्ययः इति अधिकारः, परश्चापि अधिकारः अस्ति. सो वर्तमाने वर्तमाने लट् प्रत्ययः, वर्तमाने धातोः लट् प्रत्ययः परश्च इति तत्र सम्पूर्णसूत्रं भवति. सो कस्मात् प्रकृतिः अत्र धातुः अस्ति. सो वर्तमानकालस्य वर्तमानकालद्योतयितुं धातोः अनन्तरं, धातोः पञ्चमी अस्ति अतः अनन्तरं, धातोः अनन्तरं लट् इति प्रत्ययः परश्च, धातोः परे लट् इति योजनीयम् इति परश्च इति सूत्रं वदति. सो यस्य प्रत्यय इति संज्ञा, सः सर्वदा किं करणीयं, तस्य सः कुत्र स्थापनीयं, सः प्रकृतेः अनन्तरम् आयाति इति. तस्य अनन्तरम् इत्युक्ते अत्र साक्षात् अनन्तरम् अस्ति वा, कुत्रचित् अग्रे अस्ति वा इति न लिखितं, परन्तु प्रकृतेः अनन्तरम् एव स्थापनीयम् इति तस्य अर्थः. अवगतं वा भगिनि? यत्र यत्र, सो वेर् एवर् वी आर् डूयिङ्ग् द प्रत्यय इति अनुवृत्तिः, तत्र सर्वदा परश्च इति सूत्रस्य अनुवृत्तिः अपि करणीयम्. सो लट् प्रत्ययः परश्च, परे इत्युक्ते लट् प्रत्ययः अनन्तरम् इति तत्र तस्य अर्थः भवति. अग्रे का पठितुम् इच्छति, कः अथवा का पठितुम् इच्छति? धातोः इति अधिकारः, कृपया स्वयम् अग्रे आगच्छतु. पठामि वा भगिनि? आं भगिनि, पठतु. अनुसूया भगिनि पठतु. धातोः तृतीय अध्याये प्रथमपादे एकनवतितमसूत्रेण अधिकारः सूत्र अस्ति, अधिकारः 3191 तः 3411A7 पर्यन्तम्. तृतीय अध्याये कृदन्तानां तिगन्तानां च विधायकसूत्राणि भवन्ति. अस्मिन् तृतीय अध्याये धातोः सर्वत्र आगत्य वदति यत् यः कोऽपि प्रत्ययः विहितः स धातोः अनन्तरं विहितः. अतः वर्तमाने लट् 3-2-1-2-3 वर्तमानार्थे धातुतः लट् प्रत्ययः भवति. लट् प्रत्ययसंज्ञा भवति प्रत्ययः इत्यनेन, धातोः परे एव आयाति परश्च इत्यनेन. अनुवृत्तिसहितसूत्रं धातोः परश्च वर्तमाने लट् प्रत्ययः. अत्र ध्येयं यत् अनुबन्धलोपे सर्वेषां लकाराणां ल एव इत्येव अवशिष्यते, इत्संज्ञकवर्णानां लोपः. तावत् वदतु भगिनि, धातोः इति किम्? धातोः तृतीय अध्याये कृदन्तानां तिगन्तानां च विधायकसूत्राणि भवन्ति. अस्मिन् तृतीये अध्याये धातोः सर्वत्र आगत्य वदति यः कोऽपि प्रत्यावीतः स धातोः अनन्तरमेतः इत्युक्ते धातोः अनन्तरमेव प्रत्ययः आयाति इति तिङ् तिप् तिङ् इत्यादि प्रत्ययः अस्ति खलु तत्सर्वं धातोः अनन्तरमेव आयाति धातुः नम् अस्ति चेत् ति प्रत्ययः नम् अनन्तरमेव आयाति नमति इति भवति मध्ये बहवः प्रकारः अस्ति परन्तु धातुः धातोः परः एव प्रत्ययः आयाति उदाहरणमपि वदतु वर्तमाने लट् वर्तमाने लट् वर्तमानार्थे धातुतः लट् प्रत्ययः भवति लट् प्रत्ययसंज्ञा भवति प्रत्ययः इत्यनेन धातोः परे एव आयाति परश्च इत्यनेन अनुवृत्तिसहितसूत्रं धातोः परश्च वर्तमाने लट् प्रत्ययः वर्तमाने लट् इत्युक्ते धातुः बद् धातुः अस्ति चेत् लट् प्रत्ययः सि अस्ति चेत् वदति इति भवति लट् संज्ञां भवति प्रत्ययः इत्यनेन लट् इति किम् अस्ति लट् इति नकारः अकारः टकारः शब्दसमूहः अस्ति एकं शब्दसमूहः नाम प्रत्ययः इति दीयते आम् प्रत्ययः लट् इति प्रत्ययः कथं जानीमः केन सूत्रेण जानीमः वर्तमाने लट् इति सूत्रेण न लट् इति प्रत्ययः केन सूत्रेण जानीमः प्रत्ययः इत्युक्ते यः प्रथमसूत्रम् अनेन सूत्रेण अनेन प्रत्ययः न वर्तमाने लट् इति सूत्रेण धातोः अनन्तरं वर्तमानकालार्थे धातुतः लट् प्रत्ययस्य विधिः अस्ति यत्र विधिसूत्रम् अस्ति अनेन सूत्रेण लट् इति प्रत्ययः इति न जानीमः लट् इति प्रत्ययः अस्ति प्रत्यय इति सूत्रेण जानीमः यः प्रथमसूत्रम् अस्ति सो लट् इत्यस्य शब्दसमूहस्य धातुसंज्ञा वा प्रातिपदिकसंज्ञा वा एतत् आगमः वा आदेशः वा न एतत्तु प्रत्ययः लट् इति प्रत्ययः न तु आगमः न तु आदेशः सो धातोः अनन्तरं लट् इति प्रत्ययस्य विधिः अस्ति अनेन सूत्रेण परन्तु लट् इति प्रत्ययः लट् इत्यस्य कृते शब्दसमूहस्य कृते प्रत्यय इति संज्ञा केन सूत्रेण प्रत्ययः इति सूत्रेण सो प्रत्ययः इति सूत्रेण लट् अपि प्रत्ययः लङ् अपि प्रत्ययः सर्वत्र प्रत्ययः प्रत्ययः प्रत्ययः आगत्य वदति एतस्य शब्दसमूहस्य प्रत्यय इति नामकरणं लङ् इति शब्दसमूहस्य प्रत्यय इति नामकरणं नवुल् इति शब्दसमूहस्य प्रत्यय इति नामकरणं तस्य संज्ञा भवति प्रत्यय इति संज्ञा भवति संज्ञा आधारीकृत्य बिकास् इट् इस् अ प्रत्ययः देन् आल् द मनी थिङ्ग्स् हेपन् बिकास् बीङ्ग् इट् अ प्रत्ययः नाट् एन् आगमः नाट् एन् आदेशः नाट् अ धातु नाट् अ प्रातिपदिकं लाट् इस् अ प्रत्ययः सो अनेन सूत्रेण प्रत्ययः इति सूत्रेण एव लट् लोट् लङ् एतेषां शब्दसमूहानां प्रत्यय इति संज्ञा भवति परश्च इति सूत्रेण लट् अनन्तरमेव धातोः अनन्तरमेव आयाति परश्च परश्च इत्यनेन यस्य शब्दसमूहस्य प्रत्यय इति संज्ञा सः शब्द सः इदानीं प्रत्ययः सः प्रत्ययः प्रकृतेः अनन्तरं परश्च इत्यनेन परः इत्युक्ते अनन्तरं सो धातोः अनन्तरम् इत्युक्ते अस्य अर्थः कः धातुतः धातोः अनन्तरं वर्तमानकालार्थे लट् प्रत्ययः विधिः विधिसूत्रमस्ति लट् प्रत्ययः योजनीयं तत्र लट् प्रत्ययः आयाति इति तस्य अर्थः अपि च अत्र धातोः इति यः अधिकारसूत्रमस्ति 3.1.91 एकनवतितमं सूत्रं सो टिल् 91 सूत्रं तत्र शप् प्रत्ययः कर्तरि शप् इति सूत्रस्य सूत्रसङ्ख्या किं भगिनि 68 3.1.68 परन्तु शप् इति तत्र प्रत्ययः परश्च इत्युक्ते प्रथमसूत्र द्वितीयसूत्रस्य अनुवृत्तिः अस्ति परन्तु धातोः इति अनुवृत्तिः नास्ति सो कथं परन्तु शप् तु धातोः अनन्तरम् एव आयाति शप्रत्ययः कस्मात् अनन्तरम् आयाति धातोः एव आयाति कोऽपि प्रातिपदिकस्य अनन्तरं शप् नास्ति कोऽपि नामपदस्य इत्युक्ते तत्र अनन्तरं शप् न शप् अपि प्रत्ययः परश्च सो तत्र किम् अस्ति कः विचारः तत्र किमर्थं धातोः इति अधिकारः नास्ति बिकास् दिस् अधिकार स्टार्ट्स् फ्रोम् 91 एण्ड् कर्तरि शप् इस् 68 सूत्रं सूत्रमस्ति सो अस्मिन् तृतीय अध्याये पूर्वे अपि कुत्रचित् पठितं तृतीय अध्याये धातोः इति अधिकारद्वयम् एकमस्ति 91 सूत्रतः 91 सूत्र आरभ्य तृतीयाध्यायस्य अन्तपर्यन्तं तृतीयाध्यायस्य चतुर्थपादस्य अन्तपर्यन्तं सेकेण्ड् धातु अधिकारः वर्तते सो प्रथमधातु अधिकारः अपि अस्ति तत्र सो तत्र सूत्रमस्ति 22 सूत्रं 3.1.22 धातोः एकाचो हलादेः क्रियासंव्यहारे यङ् इति सूत्रम् अस्ति तस्मात् सूत्रात् प्रथमधातुः अधिकारः आरभ्यते तस्मिन् धातु अधिकारे प्रथमधातु अधिकारे एव कर्तरि शप् दिवादिभ्यः शन् तुदादिभ्यः शः क्रयादिभ्यः श्ना एतेषां सर्वेषां प्रत्ययानां विधिः अस्ति सो तदस्ति प्रथमधातु अधिकारः सो इन् द थर्ड् अध्याय इन् द तृतीयाध्याये तृतीयाध्याये तत्र धातु अधिकारद्वयम् एकमस्ति धातोः एकाचः हलादेः क्रियासंव्यहारे यङ् तत्र धातोः इति पदं साक्षात् दत्तं तस्मिन् सूत्रे तो तस्मात् सूत्रात् केवलं धातोः इत्यस्य अधिकारः टिल् 90 सूत्रात् तत्र वर्तते सो फ्राम् 22 to 90 सूत्रं प्रथमधातु अधिकारः फ्राम् 91 to 117 तृतीयाध्यायस्य अन्तपर्यन्तं द्वितीयधातु अधिकारः सो धातु अधिकारद्वयम् अस्ति अत्र सो कर्तरि शप् सार्वधातुके यक् एतानि सर्वाणि विधिसूत्राणि प्रथमधातु अधिकारे एतत्तु द्वितीयधातु अधिकारः तथैव तत्र हेतुमति च इत्यपि विधिसूत्रं हेतुमति च इति सूत्रेण कस्य प्रत्ययस्य विधिः अस्ति भगिनि हेतुमति च इति सूत्रेण निच् प्रत्ययस्य विधिः हेतुमति च इति सूत्रे अपि प्रत्ययः परश्च धातोः परन्तु एतस्य 91 सूत्रे यः धातु अधिकारः तत्र बिकास् हेतुमति च सूत्रं 26 सूत्रं तत्र प्रथमधातु अधिकारः वर्तते सो तत्रापि धातोः हेतुमति इति अर्थे हेतुमति अर्थे निच् प्रत्ययः परश्च सो निच् अपि प्रत्ययः परन्तु व्यत्यासः अस्ति अनन्तरं 22 to 90 and 91 to 117 why two different adhikaras I had told you people na go to that karapatram अत्र एव 3.1.68 अस्ति कर्तरि शप् तदपि विधिसूत्रं कर्तरि शप् इत्युक्ते कर्तार्थक् सार्वधातुक् प्रत्ययपरे धातोः अनन्तरं शप् प्रत्ययस्य विधिः अस्ति पूर्वसूत्रात् तत्र सार्वधातुके यक् इति सूत्रं 67 सूत्रम् 68 सूत्रमस्ति कर्तरि शप् सो कर्तरिशब् सूत्रे सार्वधातुके पूर्वसूत्रात् साक्षात् पूर्वे यः सूत्रमस्ति तस्मात् सूत्रात् सार्वधातुके इति पदस्य अनुवृत्तिः. सो न केवलं कर्तरि प्रयोगे परन्तु सार्वधातुके प्रत्यये परे. सार्वधातुक् इति कस्य संज्ञा? प्रत्ययस्य संज्ञा. अतः वेन् वी से सार्वधातुके, दट् इस् सार्वधातुके प्रत्यये, बिकास् सार्वधातुक् इस् ए नामकरणं फार् ए प्रत्यय. आर्धधातुक् इस् ए नामकरणं फार् ए प्रत्यय. सो केवलं सार्वधातुके इति सूत्रे उक्तमस्ति चेत् now we should know that whenever there is sarvadhatuk or ardhadhatuk it is a sarvadhatuk pratyah ardhadhatuk pratyah tadashi pratyah pare asti che dhatoho anantaram shapitisya vidhanam shapityasya vidhihi shapapi pratyah kimartham che tasmin sutre api pratyah parascha iti sutrasya adhikarah tadapi vidhi sutram asti so yatra yatra vidhi sutre विधिसूत्रं भवति तृतीयाध्याये तत्र तत्र सर्वत्र प्रत्ययः परश्च एतयोः सूत्रयोः अधिकारः. शप् अपि प्रत्ययः, शन् अपि प्रत्ययः, श्ना अपि प्रत्ययः. अनेन सूत्रेण एव जानीमः दी सूत्रास् इवन् तु दे लुक् वेरि सिम्पल् बट् दे हेव् अ डीप् मीनिङ्ग्. So we should know that. So now the prashna is why kimartham dhatu adhikara dvayam tritya adhyaye. So ekam karpatram maya preshitam va atra asti ekam karpatram. Because karpatrasya link maya kutrachit preshitam. तस्मिन् करपत्रे सर्वं दत्तं. किमर्थं धातु अधिकारद्वयम् अत्र अस्ति, अत्र पश्यतु. सुक्रीन् दृश्यते वा? सो इन्द अष्टाध्यायी परिचयः द अन्तिम करपत्रम् अस्ति. द्वौ धातु अधिकारौ आकृतिः कारणं च एतत् करपत्रम् अस्ति. एकवारम् एतत् पठतु, देन् वी विल् डिस्कस् दिस्. इट् इस् अ वेरि शार्ट् करपत्रं, बट् यु रीड् इट् फस्ट् युवर् सेल्फ्, देन् मे बि इन् द सेकेण्ड् क्लास् वी विल् डिस्कस् दिस् करपत्रं. बट् एकवारम् एतत् सर्वं पठतु. Exactly, before this 22 sutram, there are some sanadi pratyah. 22 sutra purve, tatra kechan sanadi pratyayanam vidhihi asti. Vayam jani maha sanadi pratyah, katit sanadi pratyah santi bhagni? Dvadashah. Dvadash. Dvadash. Is that 12? So these 12 are divided into? Three categories, four, four, four. So four, four, four, iti tatra dvadash sanadi pratyaya. Tatra ye ye chatvari pratyaya te kevalam dhatoho vidiyanti. Then the another four pratyayas kevalam pratipadikat vidiyanti. Then the last four pratyayas te dhatoho anantaram api tesham vidhihi asti, pratipadikat anantaram api tesham vidhihi asti. But always remember that whether we are doing dhatu plus sanadi pratyah, yat kim api sanadi pratyah, is equal to pratipadikam. Pratipadikam plus sanadi pratyah, pratipadikam ityukte kopi प्रातिपदिकम् अस्ति तस्य अनन्तरं कस्यचित् सनादिप्रत्ययस्य विधिः अस्ति, इस् इक्वल् टु प्रातिपदिकम्. इट् इस् अगेन् धातु, सारि ऐ एम् सेयिङ्ग् राङ्ग्, धातु प्लस् सनादिप्रत्ययः इस् इक्वल् टु धातु. प्रातिपदिक् प्लस् सनादिप्रत्ययः इस् इक्वल् टु धातुः, बिकास् देर् इस् अ सूत्रं सनाद्यन्तः दातवः. सो इट् अगेन् attains the dhatu iti namakarna. that is the vishesh about sanadi pratyayah, because maharishi has given us a sangya sutram. He says that not only bhuadayah dhatavah parantu sanadyantah api dhatavah. So yasya kasyachit ante san pratyayah shruyate tasy dhatu sangya bhavati. पाठी इति धातुसंज्ञा, तत्र पठ प्लस् निच् कुर्मः चेत् पाठी इति पुनः धातुसंज्ञा तस्य कृते. अतः वर्तमाने लट् इत्यनेन वी केन् एड् लट् प्रत्ययः टु देट्, बिकास् वर्तमाने लट् सूत्रं वदति लट् इति प्रत्ययः कस्मात् विधीयते, धातोः विधीयते. सो पाठी इत्यस्य कृते अपि धातु इति संज्ञा अस्ति. सो पाठी योग लट्, सो निजन्त तत्र रूपाणि अपि सन्ति लट् लकाररूपाणि. सो प्रातिपदिक वेन सनादि प्रत्यय इस् एडिड् टु द प्रातिपदिक वी गेट् अगेन् अ धातु, बट् देट् इस् एन् आतिदेशिक धातु, देट् इस् नाट् एन् औपदेशिक धातुः. सो विच् आर् दातिपदिकं भवति खलु. किं किं पुनः वदतु. That becomes again a pratipadikam. Satyam bhagini. Pratipadik, tadit pratyayanam vidihi pratipadikat asti. So pratipadik plus tadit pratyaha is again is equal to pratipadik. So what the difference between pratipadikat and pratipadika? Difference between? When we say pratipadikat, what is the meaning and what is pratipadikat? Pratipadikat is panchami asti. Pratipadikat is like Ramat. So panchami asti chet? Tasmat anantaram. Tasmat anantaram. So pratipadikat is tasmat anantaram. Sadit pratyayah. Sukh pratyayah. यथा कृत् प्रत्ययाः सन्ति तथैव तदित् प्रत्ययाः. एण्ड् अमङ्ग् द तदित् प्रत्यया दियर् आर् सम् यथा कृदन्त अव्ययाः भवन्ति तथैव तदित् अव्ययाः अपि सन्ति. सो देट् इस् अ भिन्नविषयः. सो वट् ऐ सजेस्ट् इस् देट् यु रीड् दिस् आचार्य. तत्र कृत् तद्धित समासश्च इति सूत्रेण प्रातिपदिकसंज्ञा भवति न? कृत्नेन कृत् तदित् इत्युक्ते कृत् अपि प्रत्ययः, तदित् अपि प्रत्ययः, प्रत्ययग्रहणे तदन्तग्राह्यः इत्युक्ते यत्र प्रत्ययस्य ग्रहणं सूत्रे यत्र प्रत्ययस्य ग्रहणम् अस्ति तत्र किमस्ति तदन्तग्राह्यः इत्युक्ते यस्य अन्ते कृत्, यस्य अन्ते तदित्, तादृश. सो यस्य अन्ते कृत् अस्ति, यस्य अन्ते तदित् अस्ति, अपि च यः समस्तपदमस्ति तस्य पुनः प्रातिपदिक इति संज्ञा भवति. सो वेन् दिस् वी आर् एडिङ्ग् पठ् प्लस् अनीयर् पठनीय, तस्य अनीय इति कृत् प्रत्ययः. सो पठनीय इस् नौ ए प्रातिपदिक. केन सूत्रेण? कृत् तदित् समासाः च प्रातिपदिकम्. So it becomes a pratipadikam. Now I can add supratya to it. Aniyaha, aniyau, because this is aniyar iti yaha asti, akarant pratipadikam bhavati. But aniyar, add napumsaklinke, pathaniyam, pathaniyaha, pathaniya. So it I can decline this pratipadikam into striling, pulling and napumsakling, because now it is a pratipadikam, it will attain the linga and it will have the 21 forms, because I can add pratipadika sup pada nirmanartham tatra sup yojaniya. So I have to add sup pratyaya to these, to all the pratipadikas. So tatheva tatra, so bhuadayah dhatuvah iti sutren tatra ये धातुपाठे धातवः भू आदिधातवः सन्ति ते औपदेशिकधातवः, महर्षिणा ते उपदिष्टधातवः, अतः औपदेशिकधातवः. परन्तु यदा सनादिप्रत्यययोजनेन यः शब्दसमूहस्य धातुसंज्ञा भवति सः आतिदेशिक धातु. सो बिफोर् 22 सूत्रे तत्र सनादिप्रत्ययानां विधिः अस्ति. अत्रापि अस्मिन् सूत्रे अपि यङ् इति सनादिप्रत्ययः एव. सो यङ् प्रत्ययस्य एतत् विधिसूत्रम् अस्ति, यङ् प्रत्ययस्य विधायकसूत्रम् अस्ति. यङ् प्रत्ययः कस्मात् विधीयते इत्युक्ते यः हलादि अपि च यः एका च धातुः तस्मात् क्रियासंविहारे इत्युक्ते क्रियः पुनः पुनः कर्तुम् इच्छति तत्र यङ् प्रत्ययः. सो दिस् यङ् प्रत्यय इस् एतस्य प्रत्ययस्य विधिः धातोः अनन्तरम् अस्ति. कीदृशधातोः? हलादि एका च धातुः. कोऽपि अनेका च धातुः अस्ति चेत् वी केनाट् एड् यङ् प्रत्यय टु देट् बिकास् सूत्रं तादृशम् अस्ति. धातोः एकाचः हलादेः क्रियासंविहारे यङ्. सो एकाच् हलादिधातुः अस्ति, अजादि अस्ति चेत् तत्रापि यङ् योजयितुं न शक् इन् गतौ इति एकाच् अस्ति, परन्तु हलादि नास्ति, अजादि अस्ति. अतः तस्मात् धातोः अनन्तरं यङ् न यो तत्र यङन्तरूपाणि न सन्ति बिकास् यङ् केनाट् बि एडिड् टु तादृशधातुः. सो पूर्वे अपि तत्र केच् काम्यच् केश् बिकास् केच् काम्यच् केश् दीस् आर् एडिड् टु द प्रातिपदिकास्. सो देट् इस् वै फ्राम् 22 सूत्र प्रथमधातु अधिकारः आरभ्यते. बिफोर् दिस् 22 सूत्रा हि हेस् गिवन् महर्षि हेस् गिवन् दोस् प्रत्ययाः विच् आर् फार् प्रातिपदिक् एण्ड् धातु एण्ड् मे बि एक्स्क्लूसिव्लि फार् सम् प्रातिपदिकास्. अस्तु, इदानीं तु समयः अभवत्. सो एकवारम् एतत् करपत्रं पठतु. दिस् इस् आन् द दिस् वेब्सैट्. मे बि इन् द रेकार्डिङ्ग् मेल् ऐ विल् सेण्ड् द लिङ्क् आफ् दिस् करपत्रम् आर् आन् द वाट्सप् ग्रुप्. सो इन् द नेक्स्ट् इन् द नेक्स्ट् क्लास् वी विल् डिस्कस् दिस् वै द्वौ धातु किमर्थं आम् प्रेषयामि भगिनि. इदानीं तु अवगतं धातुरेकाचो हलादेः क्रियात्माभिहारेयं तत्र अधिकारः 3.1.91 पर्यन्त एव अस्ति न तस्य 90 पर्यन्तम्. आम्, सो फ्रोम् 22 आरभ्य टिल् 90 सूत्रपर्यन्तं प्रथमधातुः अधिकारः. एण्ड् फ्रोम् 91 आरभ्य तत्र द्वितीयधातुः अधिकारः. किमर्थं धातु? वै डिड् नाट् हि कण्टिन्यू वित् दिस् फस्ट् धातु अधिकार ओन्लि? वट् वास् द नीड् फार् सेकेण्ड् धातु अधिकारः? रिटन् इन् दिस् करपत्रम्. एकवारं पठतु अग्रिमकक्षायां, तत्र एकवारम् अस्य विषये चिन्तनं. Because there is a prashna, we always say Maharishi Laghavam Ichyati, Laghavam Ichyati. So Laghavartham Kimartham Saha Pratham Dhatu Adhikaraha Eva Antapariyantam Na Svikaroti. What was the need for second Dhatu Adhikaraha? Because one Sutra will become less. So what is the Prayojanam for Dhitya Dhatu Adhikaraha? Sikyam Prayojanam. Ite Atra Likhitam. Ekvaram Pathatu. अग्रिमकक्षायां तत्र पश्यामः किमर्थं दातु अधिकारद्वयम्. अस्तु, अत्र स्थगामः. जगदीश् महोदय, कृपया शान्तिमन्त्रं पठतु महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव वशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओम् श्रीगुरुभ्यो नमः. हरि ओम् तत्सत्. नमस्काराः, धन्यवादाः, पुनः मिलामः. धन्यवादः. धन्यवादः. नमस्काराः.